नमस्कारः सर्वेभ्यः. अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति. अस्मिन् करपत्रे अभ्यासः प्रचलन् अस्ति. तत्र गतवर्गे अस्माभिः धातुतः निच् प्रत्ययं योजयित्वा प्रक्रिया कथं भवति इति ज्ञातवन्तः. एतावता तत्र सार्वधातुकप्रक्रिया अपि दृष्टा, आर्धधातुकप्रक्रिया अपि दृष्टा. तत्र सार्वधातुकप्रक्रिया कुत्र अस्माभिः परिशीलितम्? अत्र वासुदेवन् महोदय वदतु. मया प्रश्नः न पृष्टवान्, मया प्रश्नः न अवगतम्. हा, इदानीम् अभ्यासः प्रवर्तमानः अस्ति खलु. अभ्यासे कुत्रचित् सार्वधातुकप्रक्रिया आसीत्, कुत्रचित् आर्धधातुकप्रक्रिया आसीत्. कुत्र सार्वधातुकप्रक्रिया आसीत्? सार्वधातुकप्रत्ययस्मरामि भवति. न, अत्र करपत्रे अस्ति खलु अभ्यासः इति अस्ति खलु, अभ्यासः इति अभ्यासः अस्ति. हा, तत्र एतावता अस्माभिः लट्लकारं परिशीलितं, लट्लकारः परिशीलितः. तदनन्तरं त्वाप्रत्ययः, त्वाप्रत्ययान्तरूपम् अपि परिशीलितं, निच् प्रत्ययान्तरूपमपि परिशीलितं, तदनन्तरं तुमुन् प्रत्ययान्तरूपमपि परिशीलितम्. एतेषु कुत्र सार्वधातुकप्रक्रिया, कुत्र आर्धधातुकप्रक्रिया? आर्धधातुकप्रक्रिया तु कदाक्तवदूतव्यतनीर् एते आर्धधातुकप्रत्ययः भवन्ति. तृच् तृच् आर्धधातुकप्रत्यय समीचीनं. किमर्थम् इद आर्धधातुक इदानीं सम्यक् न स्मरामि भवति. अस्तु अस्तु अस्तु, तर्हि अत्र विनयमहोदय वदतु. यत्र यत्र क्त नास्ति, क्त अर्थः किञ्चित्, तत्र आर्धातुकप्रत्ययः अस्ति, यथा तुमुन् त्रिच् त्रिन् इत्यादि प्रक्रियासम्बन्धे विविध, यथा क्त अस्ति तथा किञ्चित् किञ्चित् निषेधः भवति. परन्तु यदा तुमुन् त्रिच् इत्यादि भवन्ति तर्हि निषेधः न भवति. कः निषेधः? किञ्चित् किञ्चित् निषेधः यदा प्रत्ययः क्त अस्ति, त्यक्त्वा निष्ठा क्त. मम प्रश्नः महोदय, मम प्रश्नः कः इति चेत्, तत्र आर्धधातुकप्रक्रिया कुत्र अस्माकम् अभ्यासेषु आर्धधातुकप्रक्रिया कुत्र कुत्र अस्ति इति एव मम प्रश्नः. सरलः अस्ति, भवान् उक्तवान् तव प्रत्ययः, तव तु प्रत्ययः इत्यादि उक्तवान् खलु, किमर्थम् इति वदतु एकवारम्. किमर्थम् इति वदति, आर्धातुक प्रत्ययः आर्धातुकप्रत्ययः अशित् प्रत्ययः, परन्तु भवती प्रश्नः केपि अन्यस्तरे अस्ति. अहं केवलं प्रश्नः न अवगच्छामि, परन्तु एकक्षणम्. अत्र लट्लकारः अस्ति, त्वाप्रत्ययः अस्ति, अस्माकं पुरतः किम् अस्ति अभ्यासः, यद्वयं पूर्वं कृतवन्तः, लट्लकारः, त्वाप्रत्ययः, निच् प्रत्ययः, तुमुन् प्रत्ययः इति, तत्र चतुर्षु स्थलेषु कुत्र आर्धधातुकप्रक्रिया, कुत्र सार्वधातुकप्रक्रिया, किमर्थम् इति प्रश्नः. तिङ् कृतसम्बन्धे अस्ति. तिङ् प्रत्ययः सार्वधातुके चत्वारि लकारः. न श्रूयते भगिनि. हा, किञ्चित् उच्चैः वदतु महोदय, तत्र हेड्सेट् अस्ति चेत् धारयतु. ओ ओके, क्षम्यतां. प्रश्नः अस्ति प्रथमतः, तिङ् या कृतसम्बन्धे भिन्नप्रश्नः टिङ् अस्ति आर्धातुक अपि च सार्धातुक परन्तु सार्धातुक चत्वारि लकारा भवन्ति लट् लोट् लङ् विधिले परन्तु अन्य आर्धातुकसम्बन्धे षड् लकारा भवन्ति तत्रापि टिङ् आयाति परन्तु विकर्ण अन्य अवस्था गण अन्य व्यवस्था इत्यादि परन्तु अत्र केवलं टिङ् सम्बन्धे अहं अवदत् परन्तु बहु समीचीनम् एकक्षणम् इत्युक्ते भवान् किं वदति इति चेत् तत्र धातुतः यः प्रत्ययः अस्ति यः टिङ्प्रत्ययः सार्वधातुकसंज्ञकः भवति चतुर्षु लकारेषु लट् लोट् लङ् लिङ् एतेषु लकारेषु टिङ्प्रत्ययः सार्वधातुकः अतः तत्र सार्वधातुकप्रक्रिया इति वदामः धातोः पुरतः यः प्रत्ययः सः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुकप्रक्रिया इति वदामः तर्हि अत्र त्वाप्रत्ययः निच् निच् प्रत्ययः तुमुन् प्रत्ययः तत्र का गतिः इदानीं वयं त्वा निच् तुमन् इत्यादि प्रत्ययसम्बन्धे यदि वदामः तत्र ते प्रत्ययः कृतप्रत्ययः भवन्ति यदि कृतप्रत्ययः भवन्ति तर्हि कृतप्रत्ययः मार्गत्रयम् अन्तर्भूतः अतः अन्यप्रक्रिया भवति इत्युक्ते तत्र यत्र त्वाप्रत्ययः तुमुन् प्रत्ययः निच् प्रत्ययः अस्ति ते प्रत्ययाः तिंशित् भिन्नाः तिंशित् भिन्नाः अतः ते प्रत्ययाः आर्धधातुक प्रत्ययाः अतः तत्र आर्धधातुकप्रक्रिया इति वदामः तत्र आर्धधातुकप्रक्रिया इति वदामः इत्युक्ते धातोः पुरतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रक्रिया इति वदामः धातोः पुरतः यः प्रत्ययः सः प्रत्ययः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया इति वदामः तर्हि इदानीं पट्योगः निच् इत्यत्र निच् प्रत्ययः आर्धधातुकः अतः आर्धधातुकप्रक्रिया इति वदामः तर्हि इदानीं पाटि इति नूतनधातुः अस्ति तत्र उपदायां ह्रस्वकारः इति कृत्वा उपदावृद्धिः अथ उपदायाः इत्यनेन वृद्धिः भूत्वा पाटी इति नूतनधातुः अस्ति इदानीं पाटी इति धातुतः वयं लट्लकारस्य रूपं साधयितुम् इच्छामः चेत् तत्र किमस्ति प्रक्रिया का अस्ति प्रक्रिया वयं पाठी धातुः अस्ति आदिदेशिकधातुः अस्ति नवीनधातुः अस्ति पाठी परन्तु पाठी धातु पठ अस्ति पाठी तदनन्तरं गुण भवति यतः धातु तत्सर्वम् अस्तु मम प्रश्नः अस्ति पाठी इति धातुतः यदा लट्लकारं वयं साधयितुम् इच्छामः तदानीं प्रक्रिया का सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा प्रश्नः अस्ति यदि लट् लकारविवक्षा अतः प्रकृतिप्रत्ययः वयं जानीमः केवलं ति आयाति यदि ति आयाति पाठी वयं ति प्रति गच्छामः यदि पाठी अस्ति तर्हि धातुगण शप् विकर्ण भवति परन्तु पाठी गुण् भवति भवति समीचीनं पाठयति इति भवति समीचीनं प्रक्रिया कथमस्ति इति उक्तवान् समीचीनं परन्तु पाठी इति धातुतः लट् लकारं वयं कुर्मः चेत् तत्र प्रक्रिया कीदृशी अस्ति सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा सार्वधातुकप्रक्रिया अतः भेदः अत्र आर्धातुकव्यवस्था नास्ति आर्धातुकप्रत्ययः विहितः पूर्वतः अत्र सार्वधातुकप्रत्ययः चलति इति तत्र भेदः अस्ति, इति तत्र भेदः अस्ति. समीचीनम्. इत्युक्ते इदानीं पट् धातुतः निच् योजयामः चेत् तत्र आर्धधातुकप्रक्रिया, आर्धधातुकप्रक्रिया अस्ति चेत् तत्र कीदृशचिन्तनं भवति आर्धधातुकप्रक्रियायाम्? एकक्षणम् अत्र. धन्यवादः महोदय. अत्र लक्ष्मीभगिनी वदतु, पट् इति धातुतः निच् अस्ति, आर्धधातुकप्रक्रिया अस्ति चेत् तत्र कीदृशचिन्तनं भवति? आर्धधातुकप्रक्रिया इति चेत् तत्र प्रथमतया कित् नित् अस्ति वा इति चिन्तनं भवति, नित् नित् अस्ति वा इति चिन्तनं भवति, न चेत् कित् नित् नित् तेषां भिन्नः सार्वधातुकप्रत्ययः इति चिन्तनस्य आधारेण आर्धधातुकप्रत्ययस्य इत्यस्य चिन्तनस्य आधारेण कित् ङित् अस्ति चेत् तेषां गुणः न भवति, निद्वत् भवति, गुणः न भवति. निद्वत् भवति इति नास्ति, कित् ङित् अस्ति चेत् क्षम्यतां, गुणवृद्धि निषेधः, निषेधः भवति. केन सूत्रेण? निति च. अनन्तरं ङित् नित् नित् अस्ति चेत् तेषां वृद्धिः भवति यदि धातोः धातोः अन्ते स्वरः चेत्. अनन्तरं ह्रस्व अकारः उपधायाम् अस्ति चेदपि वृद्धिः भवति, न चेत् गुणः भवति. अनन्तरं कित् ङित् ङित् णित् भिन्नः स अर्थधातुकम् अस्ति चेत् तेषां गुणः भवति एव इति तादृशचिन्तनम्. इति एकं चिन्तनं, प्रत्ययस्य स्वभावः कः इति तादृशचिन्तनमस्ति. प्रत्ययः कित् णित् वा अथवा इत् णित् वा, नो चेत् कित् कित् इत् णित् भिन्नः वा इति दृष्ट्वा तदनुसृत्य कार्याणि भवन्ति. इदानीं तत्र इतोपि द्वितीयचिन्तनं किमस्ति? द्वितीयचिन्तनम् इडागमस्य चिन्तनं भवति. आर्धधातुकम् अस्ति चेत् इडागमः भवति वा न वा इति द्रष्टव्यम्. इडागमः कदा भवति? इडागमः अपि कार्यद्वयं द्रष्टव्यम् अत्र. धातोः स्वभावः अपि द्रष्टव्यम्, अनन्तरं प्रत्ययस्य स्वभावः अपि द्रष्टव्यं. धातुः सेट् अस्ति चेदेव इडागमः भवति, अतः सेट् धातोः एव इडागमस्य चिन्तनं भवति. अनन्तरं प्रत्ययस्य कृते सूत्रद्वयम् अस्ति, अर्थधातुकस्य इट् वलादेः इति एकं सूत्रं, नेड् वशीकृति इति द्वितीयः सूत्रः. तेषां द्वयोः अपि द्वितीयं सूत्रम् एतत् अस्ति. द्वे च प्रवर्तते चेदेव इडानुकूलः भवति प्रत्ययः. अतः आर्धधातुकस्य इट् वलादेः किं वदति? आर्धधातुकस्य इट् वलादेः वदति आर्धधातुकप्रत्ययस्य प्रथमवर्णः वलादि प्रत्ययहारे अन्यतमः अस्ति चेत् तत्र इड् इडानुकूलः भवति तादृशः प्रत्ययः. नेट् वशीकृति वदति कृत्प्रत्ययस्य आदिमवर्णः अवश् प्रत्याहारे अन्यतमः अस्ति चेत् इड् भवति इति वदति. भगिनि क्षम्यतां, मम कनेक्षन् भग्नः जातः. श्रूयते वा? हा श्रूयते भगिनि. आर्धधातुकसेड् वलादेः इति उक्तम् इति श्रुतं. तत्र वलादी प्रत्ययः अस्ति चेत् आर्धधातुकप्रत्ययः इडारम्भः भवितुमर्हति. नेट् वशीकृति इत्यस्य सूत्रेण कृत् प्रत्ययस्य आदिमवर्णः अवश् प्रत्याहारस्य अन्यतमः अस्ति चेत् तत्र इड् भवति इति वदति. इडानुकूलः भवति. इत्युक्ते अत्र कृत् प्रत्ययः अस्ति चेदेव एतादृशचिन्तनमस्ति. कृत् प्रत्ययः अस्ति चेत् वशादिः न स्यात्, वलादिः स्यात् परन्तु वशादिः न स्यात्, तदानीमेव इडागमचिन्तनं भवति. तर्हि अर्धधातुकप्रक्रियायां प्रत्ययस्य स्वभावः कः, कीदृशप्रत्ययः, द्वितीयमस्ति इडागमचिन्तनम्, अन्यत् किमपि अस्ति वा? अन्यत् अत्र विकरणप्रत्ययः आयाति वा? न, गणीयचिन्तनं न भवति अर्धधातुके. गणीयचिन्तनं न भवति एव. धातुः कस्मिन् अपि गणे भवतु, चिन्ता नास्ति. गणीयचिन्तनं न भवति आर्धधातुकप्रक्रियायां. गणीयचिन्तनं न भवति इति चेत् तत्र गणनिमित्तिकविकरणप्रत्ययः नायाति. शप् पश्यन् इत्यादयः न आयाति इति मुख्यभेदः अस्ति. बहु सम्यक्, समीचीनं भगिनि, सम्यक्. इदानीं सार्वधातुकप्रक्रियायां विजयलक्ष्मी भगिनी वदतु, सार्वधातुकप्रक्रियायां तत्र कीदृशचिन्तनं? सार्वधातुकप्रक्रियायां पित् अपित् इति चिन्तनं भवति. तत्र पित् अस्ति चेत् गुणः भवति, अपित् भवति चेत् ङिति च इतिवत् भवति, कित् ङित्वत् भवति, तदर्थं गुणस्य निषेधः भवति. अनन्तरं आर्धधातुक, ओ गुणस्य तु इदानीं प्रश्नः नास्ति. सार्वधातुके एतदेव खलु भगिनि, पित्वा अपित्वा इति चिन्तनं? पित्वा अपित्वा इति चिन्तनं. पित् अस्ति चेत् गुणः भवति सूत्रद्वयेन. उपधायाम् अस्ति वा अथवा इक् वर्णः उपधायाम् अस्ति वा अतः अन्ते अस्ति वा इति दृष्ट्वा सूत्रद्वयं भवति. अन्ते भवति चेत् उपधायां भवति चेत् पुगन्तलघु पदस्य च इति सूत्रेण गुणस्य कार्यं भवति. अन्ते भवति चेत् सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. सत्यं. तर्हि तत्र प्रत्ययस्य स्वभावः कः, पित्वा अपित्वा इति एकं चिन्तनमस्ति. द्वितीयं किमस्ति? द्वितीयं सार्वधातुकप्रक्रियां किं भवति? विकरणप्रत्ययः आयाति तत्र. सत्यं, गणचिन्तनं भवति. गणस्य चिन्तनं भवति सर्वदा सार्वधातुकप्रक्रियायां. यदा वयं ज्ञातुं शक्नुमः सार्वधातुकप्रक्रिया अस्ति इति जानीमः चेत् तत्र धातुः कस्मिन् गणे अस्ति इति प्रश्नः भवति. तदनुसृत्य गणनिमित्तिकविकरणप्रत्ययः आयाति सार्वधातुकप्रक्रियायां. गणनिमित्तिकविकरणप्रत्ययः न आयाति अर्धधातुकप्रक्रियाम् इति अपि मुख्यभेदः अस्ति. अस्तु, समीचीनम्. एतावता बुद्धं खलु? सार्वधातुकप्रक्रिया अस्ति चेत् कीदृशचिन्तनं, अर्धधातुकप्रक्रिया अस्ति चेत् कीदृशचिन्तनं इति सम्यक्तया अवगतः चेत् अग्रे सर्तुं शक्नुमः. तत्र पूर्वस्मिन् वर्गे एकः प्रश्नः आसीत्, रमा भगिन्याः प्रश्नः इति मन्ये. तत्र नी इति धातुतः यदा निच् प्रत्ययः भवति, नी धातुतः निच् प्रत्ययः भवति, तदानीं तत्र नूतनधातुः कः? अत्र गीता भगिनी वदतु. नी धातु कः निच् प्रत्ययः आयाति चेत् नकारस्य चकारस्य लोपः भूत्वा ई एव अवशिष्यते. निच् भवति अर्धधातुकप्रत्यय, अतः नित् नित् वृद्धिः भवति. वृद्धिः भूत्वा नी भवति नै इति. नै नै योगः इ इति एचोयावयवः इति सूत्रेण नायि इति भवति. आदृशिकसूत्र धातुः उत्पद्यते. सत्यं तत्र केन सूत्रेण वृद्धिः वृद्धिः अधो अचोनिति इति अचोयनिति इति सूत्रेण वृद्धिः. अत्र किमपि तत्र एफ् सि सि मध्ये किमपि जायते अत्र सर्वेषां तत्र डिस्कनेक्षन् जायते एकवारं पुनः आगन्तव्यमिति मन्यते. मम अपि जातः. अस्तु अस्तु बहु समीचीनं. तर्हि नायि इति धातुः अस्ति. तत्र प्रश्नः आसीत् नायि इति धातुतः त्वप्रत्ययः क्रियते चेत् तत्र किं भवति इति प्रश्नः आसीत्. नायि इति निजन्तधातुः अस्ति, तस्मात् त्वप्रत्ययः क्रियते चेत् किं भवति इति प्रश्नः अस्ति. अत्र कोऽपि कः वदति? अत्र अरविन्द महोदय किम् अस्ति चिन्तनम्? अत्र नायि योगः त्वप्रत्ययः त्वाप्रत्ययः इति त्वाप्रत्ययः कित् अस्ति कित् अस्ति अनुबन्धलोपानन्तरं त्वा ककारलोपानन्तरं त्व एव अवशिष्यते. नी नायि योगः त्व नायित्व एव भवति. अत्र अत्र त्वा प्रत्ययः कीदृशः अर्थधातुकं कित् अस्ति. हा, अर्धदातुकप्रत्ययः अस्ति, कित् अस्ति. तर्हि अर्धदातुकप्रत्ययः अस्ति चेत् कीदृशचिन्तनम्? नीति च इति सूत्रेण गुणवृद्धिनिरोधः. हा, कित् कित् अस्ति इति कृत्वा गुणवृद्धिनिषेधः स्यात्. अनन्तरं तत्र प्रथमं तत्र प्रत्ययस्य स्वभावः इति चिन्तनं. द्वितीयं किमासीत् तत्र अर्धदातुकप्रक्रियायाम्? इडागमस्य चिन्तनम्. हा, अत्र इडागमः भवति वा? आदिदेशकधातु इडागमस्य लब्धावकाशः नास्ति कृत्वा इडागमस्य चिन्तनं न करणीयम्. किमर्थं नास्ति अवकाशः? आदिदेशकधातुः अस्ति, उपदेशे एव धातूनाम् इडागमस्य प्रसक्तिः अस्ति. वस्तुतः तथा नास्ति, तथा नास्ति. तत्र आतिदेशिकधातवः आतिदेशिकधातवः अनेकाच् अनेकाच् अनेकाचः भवन्ति. आतिके आतिदेशिकधातवः अनेकाचः भवन्ति. अनेकाच् अनेकाच् अस्ति चेत् धातुः सेट् अथवा नायि इति धातुः सेट् अस्ति. अनेकाच् अस्ति, एकहाच् नास्ति, अनेकाच् अस्ति. अतः सर्वे आतिदेशिकधातवः अनेकाचः भवन्ति. अनेकाचः सन्ति चेत् सर्वदा सेटः. यदा किमपि निषेधः अस्ति चेत् भिन्नविषयः अस्ति, विशिष्टसूत्रेण निषेधः अस्ति चेत् भिन्नविषयः. परन्तु सामान्यतया आतिदेशिकधातवः सेटः. अतः नायि योगहत्व इत्यत्र धातुः सेट् प्रत्ययः सेट् अस्ति वा? प्रत्ययः इडानुकूलः अस्ति वा? तकारः अस्ति, कृत् अस्ति, वशाति वशाति नास्ति. वलादि अस्ति कृत्वा इडागमस्य प्रसक्तिः अस्ति. कृत् अस्ति इति कृति वशाति वशाति अपि नास्ति इति कृत्वा इडागमं भवति. तर्हि अत्र किं भवति? नायि योगः इत्वा इति अस्ति. नायि योगः इत्वा इति अस्ति. हा, तर्हि अत्र अत्र एकं विशिष्टं सूत्रमस्ति, नेरनिटि इति. अत्र तु इडागमः अस्ति खलु भगिनि? अत्र नेरनिट् अत्र सूत्रं वदति पूर्वनिजन्त इकार लोपः निजन्तरूपः. परन्तु कस्य? यस्य अर्धधातुकप्रत्ययस्य इडागमः नास्ति, अत्र तु इडागमः अस्ति खलु. नेरनिति इति तदा तदा कार्यं करोति यत्र प्रत्ययस्य इडागमः नास्ति. अत्र तु इत्वा इति अस्ति, इडागमः अस्ति. नायि इति धातुः सेट्, अतः इडागमः अस्ति. अतः अत्र नेरनिति इत्यस्य चिन्ता नास्ति अत्र. यस्मिन् प्रत्यये, यस्मिन् आर्धधातुकप्रत्यये इडागमः नास्ति तदा एव नेरनीति इत्यस्य चिन्तनम्. अत्र तु इत्वा इति इडागमः अस्ति, अतः नेरनीति इत्यस्य चिन्तनं नास्ति. अस्तु, तर्हि इदानीं नायियोगः इत्वा इत्यत्र एकं विशिष्टं सूत्रमस्ति, नत्वा सेट् इति सूत्रमस्ति. नत्वा सेट् इति करपत्रे नास्ति, मया न स्थापितं, यतोहि वर्गे एव प्रश्नः आसीत्, अस्माकम् अभ्यासे नास्ति. तत्र न त्वा सेट् इति सूत्रेण यस्य त्वा प्रत्ययस्य इडागमः अस्ति तादृशप्रत्ययः कित् न भवति इति सूत्रमस्ति. यस्य प्रत्ययस्य, यस्य त्वा प्रत्ययस्य इडागमः अस्ति सः प्रत्ययः कित् न भवति. इटासः वर्तते इति कृत्वा त्वा प्रत्ययः कित् न भवति. इदानीं महोदय, त्वा प्रत्ययः इदानीं कित् नास्ति, तर्हि किं भवति? गुणः भवति. तत् वर्णमेलनमेव. किमर्थं वर्णमेलनं वदति? प्रत्ययः इदानीं कित् नास्ति. कित् नास्ति चेत् किं भवति? गुणनिषेधः नास्ति. गुणः भवति, करोतु. कित् नास्ति कृत्वा गुणः भवति इति कृत्वा नायी इकारस्य गुणं भवति, नाये भवति, नाये योगः त्वा इत्वा, नाये योगः इत्वा. तत्र इकारस्य इकारस्य मेलनम् नाय नाय नाय एचोयवायव ये नाय् ऐ यात् नाय् योगः इत्वा नायित्वा नायित्वा भगिनि सूत्रं किं? भगिनि सूत्रं किं? न त्वा सेट्, न त्वा सेट्, न त्वा सेट् इत्युक्ते त्व प्रत्ययः सेट्, त्वा प्रत्ययः सेट् अस्ति चेत् कित् न भवति इति अर्थः. अस्तु, तर्हि इति प्रश्नस्य उत्तरमस्ति अत्र. अस्माकम् अभ्यासे नास्ति, प्रश्नः आसीत् इति कृत्वा अहम् उक्तवती. एवमेव सर्वत्र त्वा प्रत्ययः अस्ति चेत् प्रत्ययस्य कृते एव खलु, न त्वा त्वा प्रत्ययस्य कृते एव. अस्तु, इदानीं त्वान्त त्वान्त ककारः अस्ति खलु, पठित्वा इति तादृशरूपं त्वा प्रत्ययः तप्रत्ययः नास्ति त्वा. भगिनि नायित्वा अन्तिमरूपं रूपं किं भवति? नायित्वा इति वा? न न न नायित्वा नायित्वा. सूत्रसङ्ख्या का इति चेत् तत्र प्रथमाध्यायस्य द्वितीयपादे अष्टादशतमं सूत्रं 1-18. अस्तु, तर्हि इदानीम् अग्रे सरेम. तत्र द्वितीय अभ्यासं प्रति गच्छामः. अत्र रमा भगिनी आरम्भं करोतु द्वितीय द्वितीय अभ्यासः. नूल् एतान् एव धातून् नी चि दा गै मा बुद् लिख् फट् आदाय एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु. प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः इगन्तभिन्नः, अजन्तधातुः लघु इगुपदधातुः अदुपदधातुः अपि च प्रत्ययः कीदृशः, सार्वधातुकं पित् सार्वधातुकम् अपित्, आर्धधातुकं कित् नित् आर्धधातुकं नित् नित् आर्धधातुकं कित् नित् नित् नित् भिन्नः इति वक्तव्यम्. नवुल् नी नी योगः नूल् धातुः धातुः इ इ अन्तः इ दीर्घ इ तर्हि किं वक्तव्यं कीदृशधातुः धातुः एकाल् एकाल् अस्ति. अत्र उक्तं खलु प्रत्येकस्यां स्थितौ धातुः कीदृशः, इगन्तः धातुः, इगन्तभिन्नः, अजन्तधातुः, इगन्त इगन्तभिन्न अजन्तधातुः अस्ति. इगन्तभिन्न इगन्त नास्ति वा? इगन्तधातुः अस्ति, दीर्घ इकार इगन्तधातुः अस्ति, इगन्तधातुः अस्ति नी. आर्धधातुकप्रत्ययः अस्ति नुवुल्. आर्धधातुकप्रत्यय कित् न नित् न, परन्तु नित् अस्ति, आर्धधातुकं नित् अस्ति. अतः अतः आर्धधातुक नित् अस्ति चेत् अजन्त ह्रस्वकार उपदा धातुः न, अतः इगन्तधातुः अजन्तधातुः अस्ति. अतः वृद्धिः भवति अचोनिति इति कारणेन. अतः नी योगः नूल् एकनिमिषं नी योगः नूल् न वृद्धिः भवति, अतः नी अक नी योगः अक नायकः भवति. हा न वृद्धिः भवति चेत् किं भवति? प्रथमतया वृद्धिः भवति चेत् नी नै भवति, तदनन्तरं नै योगः अकः नायकः भवति. एचोयवायावः इति सूत्रेण. समीचीनं. तर्हि अत्र आर्धधातुकप्रक्रिया अस्ति, सार्वधातुकप्रक्रिया नास्ति, आर्धधातुकप्रक्रिया अस्ति. धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः नूल् प्रत्ययः आर्धधातुकः अस्ति. तिङ्क्षिप् भिन्नः, अतः आर्धधातुकप्रत्ययः अस्ति. तर्हि तत्र आर्धधातुकप्रक्रिया भवति. गणनिमित्तिकविकरणप्रत्ययः न आयाति. इदानीं नी इति धातुः अत्र तत्र प्रथमतया नूल् नूल् प्रत्यये तत्र एकः आदेशः भवति. अस्माकं करपत्रे अस्ति सूत्रम्. अत्र कः पठति? गोमती भगिनी सूत्रं पठतु. युवोरनाकौ पठामि भगिनि. युवोरनाकौ सप्तमध्याये प्रथमपादे प्रथमश्लोकं प्रथमश्लोक सूत्रं सूत्रं सोरि सूत्रं क्षम्यता. यु एतयोर अनुनासिकयोः क्रमादन अक एतावत् आदेशौ स्तः. अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य यु इत्यस्य अन आदेशः, मु इत्यस्य च अक आदेशः भवति. ल्युट् इत्यत्र स्थाने अन इति आदेशः भवति. नुल् इत्यत्र मु इत्यस्य स्थाने अक इति आदेशः भवति इति युवरनाकौ युवरनाकौ सूत्रम्. पदच्छेदः यु युवोः अना अकौ यु उ एतयोः अनुनासिकयोः यु यु तत्र उकारम् अनुनासिक उकारः अस्ति, उ अत्रापि अनुनासिक उकारम् अस्ति. अनुनासिक उकारस्य कित् संज्ञा भूत्वा तत्र य सोरि यु इत्यस्य सोरि यु यु इत्यस्य यु इत्यस्य अनुनासिक उकारयुक्त य तस्य अन आदेशः भवति, उ इत्यस्य अक आदेशः भवति. सो यथा कुत्र अस्ति? मम ई पत्रे आसीत् भगिनि, पी डि एफ़्. ओ क्षम्यता. हा, इत्युक्ते अत्र तत्र योर् अनाकौ इति सूत्रमस्ति. यत्र यत्र यु इति अवशिष्यते तत्र अन इति आदेशः भवति, वु इति अवशिष्यते चेत् अक इति आदेशः भवति. इदानीम् अस्माकं पुरतः नूल् इति प्रत्यये, तत्र नूल् इत्यत्र णकारस्य इत्संज्ञा, अनन्तरं लकारस्यापि इत्संज्ञा, वु इति अवशिष्यते. वु इत्यस्य स्थाने अक इति आदेशः, तर्हि नियोगः अक. नूल् प्रत्ययस्य योर् अनाकौ इति सूत्रेण उ इत्यस्य स्थाने अक इति आदेशः, अतः नियोगः अक. इदानीं नियोगः अक इत्यत्र अक इति प्रत्ययः अजादिः अस्ति, अजादिप्रत्ययः अस्ति, णित् अस्ति, णकारस्य इत्संज्ञा अस्ति तत्र. नूल् इत्यत्र णित् अस्ति, अतः अक इत्यत्रापि णित्वम् अस्ति. प्रत्ययः वलादिः नास्ति, अतः इडागमचिन्तनमेव नास्ति अत्र, यतोहि अक इति आदेशः अजादिः अस्ति, अतः इडागमचिन्तनं नास्ति अत्र. अतः नियोगः अक, अत्र णित् अस्ति इति कृत्वा प्रत्ययः, अर्धधातुकप्रत्ययः णित् अस्ति इति कृत्वा वृद्धिः भवति अजन्ताङ्गस्य अचोयणिति इति सूत्रेण. अतः नि इति नञ् इति भवति, नञ् योगः अक. एचोयवायावः इति सूत्रेण ऐकारस्य स्थाने आय् आदेशः अचीपरे, अतः नायोगः अक नायकः, नायकः इति रूपमस्ति. नायकः इति नायक इति प्रातिपदिकं निष्पद्यते, नायक इति प्रातिपदिकं निष्पद्यते. नायक इति कृदन्तम् अस्ति, प्रातिपदिकमस्ति, तस्मात् सुबुत्पत्तिः. तर्हि नायकः नायिका इति रूपा इति रूपम् अस्तु. नायकः नायिका नपुंसकरूपम् अत्र अस्ति वा? नपुंसकं तादृशं तत्र अस्ति चेत् नायकम् इत्यपि भवितुम् अर्हति. सामान्यतया नास्ति, परन्तु नपुंसकं नपुंसकमस्ति चेत् नायकम् इति भवितुम् अर्हति. त्रिषु लिङ्गेषु रूपाणि भवन्ति, परन्तु सामान्यतया लोके नायकः नायिका इति वयं पश्यामः. नपुंसकलिङ्गे तादृशप्रयोगः कुत्रचित् विरलतया अस्ति चेत् भवितुम् अर्हति. स्त्रीलिङ्गं नायिका नायकी नायिका नायिका इति अस्ति खलु, कथम् इव नाय नायकः पुल्लिङ्गम्? हा, तत्र तत्र विशिष्टप्रक्रिया अस्ति भगिनि. स्त्रीलिङ्गप्रत्ययं योजयित्वा विशिष्टप्रक्रिया अस्ति. इदानीं चिन्ता मास्तु, एवमेव उक्तवती, तत्र कथं भवति इति इदानीं चिन्ता मास्तु, यतोहि स्त्रीप्रत्ययस्य विषये अधिकं पठनीयं भवति. नायकम् इति भवति, चलनचित्रमिति वा? अस्तु, यत्किमपि भवतु, अत्र नायकः नायिका इति रूपाणि प्रसिद्धानि, इति रूपद्वये प्रसिद्धे. अस्तु, इदानीं तत्र अग्रे छि इति धातुः अत्र कः वदति? अत्र मीना भगिनी वदतु, छि धातुः. छि योगः नूल्. मीना भगिनी अस्ति वा? अस्तु, सुमन् भगिनी वदतु. क्षीयोगः प्रश्नः वा? श्रूयते वा भगिनि? एकक्षणं भगिनि, रामनाथन् महोदय प्रश्नः आसीत् वा? अस्तु, मीना भगिनी वदतु. योगः नुल् प्रत्ययः, नुल् प्रत्ययः आर्धधातुकप्रत्ययः, कटिङ्ग् स्टिक् नास्ति तस्मात् आर्धधातुकप्रत्ययः, ङित् भवति तस्मात् वृद्धि भवितुं शक्यं, परन्तु नुल् प्रत्ययः लकारः हलन्त्यम् इति सूत्रेण लोपः न चुटु इति प्रत्ययेन नकारः लोभः एव अवशिष्यते. किं किं सूत्रम् अचो युगोरणाकौ इति सूत्रेण नुल् प्रत्ययस्य अका भवति, ल्युट् प्रत्ययस्य अना भवति. अत्र चीयोगः अकः भवति, चीयोगः अचो निति इति सूत्रेण वृद्धि भवति, चै अकः भवति, चायकः इति अन्तिमरूपम्. बहु समीचीनं. चायक इति प्रातिपदिकं समीचीनम्. अत्र प्रत्यय अत्र इडागमस्य चिन्तनं किमस्ति? इडागमस्य नूल् प्रत्ययः वशादि वश्प्रत्ययः नास्ति, तस्मात् न प्रथमं तत्र किमर्थं सर्वदा भवति वशादि नास्ति इति वदति? सर्वप्रथमम् आर्धधातुकस्य बलादेः इति कार्यं करोति वा इति चिन्तनीयं खलु. आर्धधातुकस्य बलादेः इति भवति. अत्र कित् प्रत्ययं कित् प्रत्ययं नास्ति, मे वशीकृति भगिनि एकक्षणं. प्रथमतया आर्धधातुकप्रत्ययः बलादिः न वा इति चिन्तनीयं, तदनन्तरमेव नेड् वशीकृति इति प्रथमं न आगच्छति. इदानीम् आर्धधातुकस्य बलादेः इत्यनेन इडागमः भवितुम् अर्हति वा इति वदतु. बलादिः अस्ति किल, अकः भवति अनन्तरं किं किं तस्मात् बलादिः नास्ति. बलादिः नास्ति, अक इति आदेशः अस्ति, आदेश अनन्तरं बलादि नास्ति. सत्यं. अस्तु, तर्हि इडागमः नास्ति. नास्ति, तर्हि रूपं किं? चै अकः, तदनन्तरं एचो यावः चायकः, चायकः इति सुबन्तरूपं, चायक इति प्रातिपदिकं. हा, नूल् इति प्रत्ययः कर्त्रार्थे भवति, कर्त्रार्थे भवति. अत्र न अत्र चायकः, नायकः इति सर्वत्र तत्र कर्तुः विशेषणं भवति. तस्मात् शब् भवति भवान् लट्लकारः, लट् भवति वा लट्लकारः चायक इति? न न न, लट् इति नास्ति. अत्र अर्धधातुकप्रक्रिया अस्ति, कथं वा लट् भवितुमर्हति? इदानीं तत्र प्रातिपदिकं निष्पन्नं, चायक इति प्रातिपदिकं, चायकः इति रूपं, लट् इति विषयः नास्ति. कर्त्रार्थे अस्ति इत्युक्ते तत्र किम् अस्ति, चायकः इति किं तत्र कस्य बोधः अस्ति, चायकः इत्युक्ते कर्तारं बोधयति. न न, द्वितीयविभक्तिः नास्ति. अत्र पश्यतु, सः पुरुषः नायकः अस्ति इति वाक्यमस्ति. सः पुरुषः नायकः अस्ति, अत्र नायकः इति पुरुषस्य विशेषणम् अस्ति. नायकः पुरुषः, तर्हि कर्तारं बोधयति, नायकः इति पदं कर्तारं बोधयति इति स्मरतु. तावदेव, तर्हि अत्र विशेषणं भवति इति विषयः अस्ति. अस्तु, अग्रिमधातुः अस्ति अत्र, कः वदति? सुमन् भगिनी वदतु. अत्र दाधातुः, अत्र दाधातु अस्ति, अन्ते आकार अस्ति, इगन्तं नास्ति, आधातु तत्र किमपि वृद्धिः न भवति. दा योग अक भवति. अत्र किमपि पुकागमः भवति खलु? पुकागमः नास्ति अत्र. पुकागमः निचिपरे भवति. अत्र युक् आगमः भवति. अत्र करपत्र एकं सूत्रमस्ति. युक् आगमः. युक् करपत्रमस्ति वा? पी डि एफ् अस्ति वा? पी डि एफ़् अस्ति वा भवतः भवत्याः पार्श्वे? उद्घाटयामि, क्षम्यताम्. इदानीम् अस्ति. आतो युक् चिन् कृतोः इति सूत्रमस्ति, पश्यतु. आतो युक् युक् चिन् कृतोः. पठामि किम्? पठतु. आकारान्तस्य अङ्गस्य चिनि कृति निति युग् आगमो भवति. आकारान्तस्य अङ्गस्य अस्तु चिनि कृति इत्युक्ते तत्र कृत् प्रत्यय चकारस्य चकारादौ अथवा नकारादौ भवति इति वा? इत्युक्ते तत्र आतो युक् चिन् कृतोः इति सूत्रेण आकारान्त अङ्गं, यथा अत्र धा इति अङ्गम् आकारान्त अङ्गम् अस्ति. अनन्तरं निमित्तमस्ति छिणि, छिणि परे अथवा कृति निति परे. इत्युक्ते इत् णित् प्रत्ययः, यः प्रत्ययः कृत् अस्ति, तादृशप्रत्ययः. अत्र नूल् प्रत्ययः निति, प्रत्ययः कृत् अस्ति, नित् अपि अस्ति. छिणि इत्युक्ते भगिनि? चिनि इति लुङ् लकारे भवति. इदानीं मास्तु चिन्ता. अस्तु. तर्हि कृति निति इति अस्ति. तर्हि दायोगः नूल् इत्यत्र नूल् प्रत्ययः णित् अस्ति, कृत् अपि अस्ति. तिङ् नास्ति इति कृत्वा कृत् अस्ति. अतः दायोगः नूल्. इदानीं वदतु. इदानीं क्षम्यताम्, एकः प्रश्नः अस्ति. चिनि वा कृति वा निति वा? न, चिनि कृति निति, कृति इति विशेषणम् अस्ति निति इत्यस्य. अस्तु, इदानीं कृति निति अस्ति. तत्र युक् आगमः भवति इति सूत्रं वदति. इदानीं तु दा अस्ति आकार, आकारान्त अङ्गम् अस्ति. अग्रे नूल् अस्ति, तत् नित् अस्ति, कृति निति अस्ति. अतः युक् आगमः. तत्र यकार एव तिष्ठति. कित् अस्ति, अपि च उ अपि इत् संज्ञा प्राप्नोति, लोपः भवति. इदानीं दा तत्र प्रथमं, तत्र प्रत्ययस्य स्थाने आदेशः भवति योर् अनाकौ इति प्रथमं भवति. ओ अस्तु, अस्तु. किन् इदानीं वयम् अक नित् अस्ति इति वक्तुं शक्नुमः किम्? सत्यम्. ओ अस्तु, अस्तु. इदानीं तु नुल् स्थाने अक आदेशः भवति. इदानीं तस्य स्वभावः पश्यामः चेत् तत्र कृत् अस्ति, अपि च नित् अस्ति. अतः इदानीं युकागमः भवति. दायोग यकार योग अक दायकः भवति. समीचीनं, दायकः इति भवति. तर्हि पुनः एकवारं वदामि सर्वेषां कृते. अत्र दायोगः नूल् इति प्रत्ययः अस्ति. प्रथमं प्रत्यय आदेशः भवति युवोर् अनाकौ इति सूत्रेण. नूल् प्रत्ययस्य स्थाने अक इति आदेशः. इदानीं दायोगः अक. अक इति प्रत्यय अपि नित्वम् अस्ति. मूले नूल् प्रत्यये नित्वम् अस्ति इति कृत्वा तत्र स्थानिवद्भावः भवति. तत्र स्थानिनि नित्वम् अस्ति इति कृत्वा आदेशे अपि नित्वं भवति. अतः अक इति अपि नित् अस्ति. नित् अस्ति इति कृत्वा तत्र अतो युक् छिन् कृतोः, तत्र नूल् इति प्रत्ययः नित् अपि अस्ति, कृत् अपि अस्ति, कृत् प्रत्ययः अपि अस्ति, तिङ् प्रत्ययः भिन्नः, तिङ् प्रत्ययात् भिन्नः इति कृत्वा कृत् प्रत्ययः धातुतः विद्यमानः, अतः कृतिनिति अस्ति इति कृत्वा आकारान्त अङ्गस्य युक् आगमः भवति. युक् आगमः कुत्र भवति इति चेत् युक् आगमः कित् अस्ति, कित् अस्ति चेत् आद्यन्तौ टकितौ इत्यनेन अङ्गस्य अन्ते आयाति, आकारान्त अङ्गस्य अन्ते आयाति युक् आगमः. तर्हि दायोगः युक् योगः अक, दायोगः युक् योगः अक, युक् आगमे तत्र ककारस्य संज्ञा हलन्त्यम् इत्यनेन उकारः अनुनासिकः, अतः उपदेशजनुनासिक इत्यनेन उकारः अपि गच्छति, यकारः एव अवशिष्यते. तर्हि दायोगः ययोगः अक, दायक इति प्रातिपदिकं, दायकः इति रूपम्. स्पष्टं खलु? अस्तु भगिनि, युक् इत्यस्य उकारः उच्चारणार्थम् एव वा? युक् तत्र तत्र मतभेदः भवति भगिनि, तत्र तत्र उकारस्य किमपि प्रयोजनं नास्ति इति चेत् तत्र उच्चारणार्थम् इति वक्तुं शक्नुमः. कुत्रचित् अनुनासिकः इति उच्यते, कुत्रचित् उच्चारणार्थम् इति उच्यते, यत्किमपि भवतु तद् न तिष्ठति, उकारः न तिष्ठति. अस्तु अग्रे, तुमुन् इति प्रत्ययस्य अपि मकारस्य अनन्तरम् उकारस्य तु उच्चारण इत्यत्र उकारस्य उच्चारणार्थः अस्ति तत्र, युग् तद्वत् नास्ति. युग् इति अपि तद्वत् इति वक्तुं शक्नोमि, उच्चारणार्थः इति कुत्रचित् उक्तं, कुत्रचित् मया तत्र अनुनासिकः इति दृष्टं, यत्किमपि भवतु उकारः न तिष्ठति. अस्तु इदानीम् अग्रे अग्रिमधातुः अत्र कः करोति, अत्र वंशी भगिनी करोति वा? आं भगिनि, आं भगिनि, श्रूयते किल भगिनि, श्रूयते वा? श्रूयते वा, तत्र क्षम्यतां, किञ्चित् विलम्बः जातः. अस्तु, गै दातु किल, भवादिगणे गै दातु, गै गै योगः नुल्, तत्र नुल् इत्यस्मिन् नकारः नित् भवति चुटु इति सूत्रेण, लकारः हलन्त्यम् इति सूत्रेण अपगच्छति, अतः वू इति अवशिष्यते. युवोरणाकौ इति सूत्रेण तत्र अन् अक् इति आदेशः भवति. अस्तु, अत्र गै योगः अक् इति भवति, यतोहि अक, क्षम्यताम्, अक, तत्र नुल् इत्यस्मिन् नित् अस्ति, अतः नित् अस्ति, तत्र गुणः भवितुम् अर्हति, वृद्धिः भवितुम् अर्हति, परन्तु गै इति वृद्धिरूपम् एव अस्ति, अत्र किमपि परिवर्तनं न भवति इति मम चिन्तनम्. अतः सन्धिकार्यम् एव भवति, गै योगः अक, तत्र यचोयवायावः इति सूत्रेण, ऐ योगः अ, तत्र आय् इति आदेशः भवति, अतः गायकः इति अन्तिमरूपं निष्पन्नं भवति. हा, इति तथा चिन्तयितुं शक्नुमः, परन्तु अस्माभिः एकं सूत्रं तदपि अस्ति, न तदपि अस्ति नास्ति, तदस्ति, तदेव अस्ति, अस्तु भगिनि, तदस्ति, तदस्ति एव. एजन्तदातोः अत्वं भवति अर्धदात्तुकप्रक्रियायाम्, एजन्तदातोः अत्वं भवति, तदस्ति एव. परन्तु एतत् प्रक्रिया अपि समानरूपमेव निष्पन्नं भवति किल भगिनि? भवतु नाम, भवतु नाम, तथापि कुत्रचित् दोषः भवितुम् अर्हति, कुत्रचित् दोषः भवितुम् अर्हति, तत्र सूत्रमस्ति, अत्र तु समानरूपम् अस्ति इति चिन्ता मास्तु, परन्तु सूत्रमस्ति खलु, आदेश उपदेशेशिति सूत्रमस्ति, अतः तस्य कार्यं करोतु. हा, आदेश उपदेशेशिति, तत्र उपदेशे एजन्तस्य धातोः आत्वं स्यात् न तु शिति, तत्र शित् नास्ति, अतः तत्र गै इति एजन्तधातुः अस्ति, अतः धातोः आत्वं भवति, अतः गै इत्यस्मिन् गा इति भवति, गायोगः अक तत्र अन्तिमरूपं गायकः इति भवितुम् अर्हति. अन्तिमरूपं गायकम्, इदानीं गा इति अकारान्तः जातः, तर्हि किं भवति? गायोगः अक, तत्र सवर्णदीर्घसन्धिः भवति, ततः गायकः इति भवति किल भगिनि. सवर्णदीर्घसन्धिः भवति चेत् गाकः इति भवति खलु. या अधुना एव पठितवन्तः किल, तत्र सूत्रमस्ति, नूतनसूत्रम्. एकं निमिषं भगिनि, अतो युक् चिन् कृतोः इति तत्र सूत्रस्य प्रसक्तिः अस्ति. अतः युक् इति अकारान्ताङ्गस्य चिति कृते युक् आगमः भवति, अतः गायोगः युक् योगः अक. युक् इत्यस्मिन् ककारः अपगच्छति, उकारः उपदेशे जननासिकीत् इत्यनेन अपगच्छति, अतः गायोगः य योगः अक. अस्तु, क्षम्यतां, गायोगः यकारः योगः अक, तर्हि गायकः इति अन्तिमरूपं भवति. गायकः इति अन्तिमरूपम् अस्ति. यद्यपि तत्र तत्र सूत्रं नास्ति चेदपि तत्र समानरूपं भवति, परन्तु अत्र सूत्रमस्ति, अत्र अत्र सोपानद्वयम् अस्ति, सर्वेषाम् एजन्तधातूनाम् अत्वं भवति. किमर्थं तत्र अत्र एकः प्रश्नः अस्ति, तत्र गायकः इत्यत्र सूत्रं विनापि गायकः इति रूपं सिद्ध्यति खलु, तर्हि सूत्रस्य का आवश्यकता इति प्रश्नः भवितुम् अर्हति. परन्तु तत्र आदेच उपदेशे शिति इति सूत्रं प्रत्ययः नास्ति चेदपि कार्यं करोति. सर्वत्र आर्धधातुकविवक्षा अस्ति चेत् पर्याप्तम्. आर्धधातुकविवक्षा, इदानीं गै इति धातुतः अहं नूल् प्रत्ययं योजयितुम् इच्छामि इति तादृशविवक्षा अस्ति चेत् गै धातोः अत्वं भवति. आदेच उपदेशे शिति इत्यनेन अत्वं भवति, गा इति रूपं निष्पद्यते. इदानीम् अहं प्रत्ययं योजयामि, गायोगः नूल् इति प्रत्ययः. तर्हि आदौ एव सर्वत्र प्रत्ययस्य योजनात् प्राक् एव सर्वत्र अत्वं भवति एजन्तधातोः. अतः प्रत्ययः नास्ति चेदपि अत्वं भवति इति प्रथमं सोपानमस्ति. परन्तु एचोये वायावः इति सूत्रं तु अचिपरे एव भवति खलु. इदानीम् अचिपरः एव नास्ति, तस्मात् पूर्वम् एव अत्वं भवति. इत्युक्ते अस्माकं कार्यं सुलभम् अभवत्. हा, कार्यं भवति एव. आदेश उपदेशे शिति इति सूत्रम् उपदेशावस्थायाम् एजन्तधातोः अत्वं भवति. तत्र विवक्षा अस्ति चेत्, आर्धधातुकविवक्षा अस्ति चेत् तद् अशिप् एव खलु. सर्वे आर्धधातुकप्रत्ययः अशिपः, अतः अशिप् प्रत्ययः इति वयं जानीमः. अतः अत्वं भवति. अस्तु, बुद्धं खलु भगिनि? युक्तस्य उकारः उच्चारणार्थं वा भगिनि? उक् इत्यत्र उकारः अनुनासिकः, अनुनासिकसहित उकारस्य स्थाने अक आदेशः भवति. युक् इत्यत्र उकारः उच्चारणार्थः इति वक्तुं शक्यते. युक् आगमस्य उकारः उच्चारणार्थः इति वक्तुं शक्यते. यदि तत्र उकारः नास्ति तर्हि यक् भवति भगिनि. उकारः आवश्यकमेव भवति किल, यकारः एव इष्टरूपं भवति किल तत्र? पुनः पृच्छतु, न श्रूयते सम्यक्तया. न, यदि उकारः नास्ति तत्र या भवितुम् अर्हति, परन्तु या इति अस्माकं विवक्षा नास्ति किल, तत्र यकारः एव अस्माकं विवक्षा अस्ति. अतः युक् इति आवश्यकमेव, यु इति आवश्यकमेव तत्र. हा, यु इति आवश्यकमेव, परन्तु प्रश्नः अस्ति तत्र उकारः अनुनासिकः वा अथवा उच्चारणार्थः वा इति प्रश्नः. उच्चारणार्थः इति स्वीकरोति, यतो हि तस्य प्रयोजनम् इदानीं न दृश्यते. अस्तु, तर्हि अनुनासिकः अपि भवितुम् अर्हति किल, युक् इति नास्ति वा? तदेव, तत्र संज्ञायाः प्रयोजनमस्ति चेत् अनुनासिकः इति वक्तुं शक्यते, परन्तु अत्र प्रयोजनम् अस्ति वा नास्ति वा इति द्रष्टव्यं. तत्र स्वरस्य विषये किमपि प्रयोजनमस्ति वा इति द्रष्टव्यम्. अस्तु भगिनि, स्वरस्य विषये प्रयोजनमस्ति चेत् तदानीम् अनुनासिकः भवितुम् अर्हति, किमपि प्रयोजनं नास्ति चेत् उच्चारणार्थः इति वक्तुं शक्यते. अतः यत्किमपि भवतु, तत्र उकारः नास्ति. भगिनि, क्षम्यतां, प्रायः भवती पूर्वस्मिन् कक्षायाम् उक्तवती, तत्र त्वा आगच्छति चेत् गीत्वा भवति खलु, गात्वा न भवति. कुत्र? तत्र वा गीत्वा, गीत्यत्र वा? गै धातु तत्र तत्र अस्माभिः एकं सूत्रं पठितं भगिनि. तत्र अन्यसूत्रमस्ति भगिनि, अन्यसूत्रमस्ति भूमास्ता गापा जहति सां हलि इति सूत्रेण आकारस्य इकारादेशः भवति. अस्तु, तदपि करपत्रे अस्ति, अहं पठामि. धन्यवादः. अस्तु तर्हि इदानीं भगिनि भगिनि आतो युक् चिन् कृतोः इति सूत्रे चिनि इति इत्युक्ते किम् अर्थः? चिनि इति तत्र लुङ्लकारे विषयः अस्ति भगिनि, इदानीं मास्तु, लुङ्लकारस्य विषयः अस्ति. अस्तु अग्रे वसन्ति भगिनि करोतु. बुद्ध बुद्ध दातु बुद्धातु लघु युगुपदधातु ल् प्रत्यययोजनेन मादातु मादातु मादातु करोतु, मादातुं स्वीकरोतु. ओके, मादातु आकारात् दातु आकारात् दातु अच् सो युक् भवति नित् प्रथमप्रत्ययादेशः भवति भगिनि, प्रथमप्रत्ययादेशः. ओके, प्रत्यय नुल् प्रत्यय आर्धधातुक आर्धधातुक नित् नित् प्रत्यय इत् लकार हलन्त्यं सो लोपः भवति नुल् चुटु इति सूत्रेण इत्संज्ञा सो लोप तस्य लोपः भवति सो उ इति अवशिष्यते. उ इति युवोरणको इति सूत्रेण अन इति रूपम् अस्ति. अक सो सोरि अक सोरि अख इति रूपं सो मा योगग अख इति मा इति आकारान्तदातु सो आकारान्तदातु नुल् इति कित् अस्ति सो नुल् इति कित् अस्ति वा कुत्र अस्ति कित् सारि नित् नित् सो कित् नास्ति. ओके, आकारान्तदातु निति परे युक् आगमः भवति सो अन्ते भवति सो मा माय् इति धातुरूपं माय् योगः अख मायकः मायक इति प्रातिपदिकं बन्ध हा तत्र युक् इति कथम् आगच्छति अथो युक् छिन् कृतो इति सूत्रेण हा अतो युक् छिन् कृतोः इति सूत्रेण युक् आगमः भवति मा इति धातोः अन्ते अतः मायोगः युक् योगः अक युक् इत्यत्र ककारस्य संज्ञा उकारः उच्चारणार्थः मायोगः यकारः योगः अक मायकः मायक इति प्रातिपदिकं तस्मात् सुबूत्पत्तिः मायकः इति पुलिङ्गे रूपम्. अस्तु अग्रे रामनाथन् महोदय बुद्ध दातुः भगिनि इति चेत् यत्र युक् आगमः भवति तत्र वृद्धिः न भवति अचूनिति न प्रवर्तते खलु भगिनि युक् आगमानन्तरं तत्र अजन्तं नास्ति खलु युक् आगमानन्तरम् अजन्तं नास्ति इत्युक्ते भवत्याः प्रश्नः युक् आगमः सप्तमाध्यायस्य तृतीयपादे अस्ति अनन्तरम् अचोयनिति तत्र सूत्रसङ्ख्या का हा परसूत्रमस्ति अतो युक्षिन् कृतोः इति परसूत्रमस्ति अतः परसूत्रस्य बलेन प्रथमं भवति परन्तु मा इति तत्र वृद्धि कुत्र भवति? आकारस्य वृद्धिः आकारः एव. आकारस्य वृद्धिः आकारः एव, परिवर्तनं नास्ति. तथापि भगिन्याः प्रश्नः अस्ति तत्र द्वयोः मध्ये किं भवति प्रथमम् इति प्रश्नः. परसूत्रत्वात् तत्र आतोयुक् छिन् कृतोः इति प्रथमं भवति इति अहम् उक्तवती. अस्तु, बलाबलस्य चिन्तनम् अग्रिमपाठः अस्ति. तत्र तत्र पुनः एतत् सर्वं स्वीकृत्य भवन्तः स्वयं गृहपाठरूपेण बलाबलस्य चिन्तनं कर्तुम् अर्हन्ति. अस्तु, रामनाथन् महोदय अग्रे अस्ति वा महोदय? अस्तु, तर्हि विमला भगिनी वक्तुमिच्छति वा? कस्य भगिनी? बुद्ध धातुः. हा, बुद्धियोगः नूल्. बुद्धियोगः नूल् प्रत्येकः आर्धधातुकः. चतु इत्यनेन नकारस्य उत्सन्या, सलन्त्यम् इत्यनेन लकारस्य उत्सन्या, ऊ अवशिष्यते. योरनाकौ इत्यनेन ऊ सक भवति. सार्वधातुक आर्धधातुकयोः इत्यनेन बुद् इत्यस्य लघु उपद उकार अस्ति उपधायां, तस्य गुणं भूत्वा बोध भवति. केन सूत्रेण? पुगन्तलघु उपदस्य इत्यनेन. हा, बोध् भवति. बोध् योगः अक बोधक बोधकः. हा, बोधक इति प्रातिपदिकं, बोधकः इति रूपं पुल्लिङ्गे, बोधिका इति स्त्रीलिङ्गे. अस्तु, बहु समीचीनम्. अग्रे लिक् इति धातुः, सूर्यकुमारी भगिनी. हा भगिनि, लिक् धातुः, लिक् इति इगुपदधातुः, प्रत्यय अपि अर्धधातुकप्रत्यय गुण भवति. लेक् योगः अख, नुल् प्रत्ययस्य अख आदेशः भवति. युवो रणाकौ इति सूत्रेण लेक् योगः अख लेखकः इति अस्ति. समीचीनं, गीताञ्जलि भगिनी अग्रे पट्. आं भगिनि, पट्योगः नूल् न श्रूयते भगिनि. अस्ति वा गीताञ्जलि भगिनी? क्षम्यतां भगिनि, क्षम्यतां भगिनि, अधुना श्रूयते. अधुना श्रूयते. हा, पट् इति भ्वादिगणे अस्ति. पट् योगः पट्योगः णूल् अस्ति. णूल् इति तु आर्धधातुकप्रत्ययः अस्ति, अपि च कर्त्रार्थे नास्ति. कर्त्रार्थे तु अस्ति, अत्र प्रत्ययस्य स्वभावः एव अस्ति. किन्तु अर्धधातुकः अस्ति चेत् अर्धधातुकः अस्ति चेत् किं भवति तत्र? पठ् तु इगन्त नास्ति, अपि च किम् अन्य किं प्रत्ययस्य स्वभावः तु इगन्तं तु नास्ति. अजन्तप्रत्यय अजन्तमपि नास्ति. अत्र तु किमपि न भवति इति. इगन्तः नास्ति, इगन्तः नास्ति, इगन्तभिन्न अजन्तधातुः अपि नास्ति. अजन्त अपि नास्ति. लघु इगुपदः अस्ति वा? लघु अकार अस्ति तत्र. तर्हि कीदृशधातुः? उगन्तलघु इत्युक्ते लघुपधा? न, एकक्षणं. हा, तत्र लघु उपधायां लघुवर्णः अस्ति तर्हि इगुपदधातुः भवति अथवा अधुपदधातुः भवति. अधु अत् उपद अत्र तु अत् अस्ति खलु. हा अधुपदः अस्ति. अधुपदधातुः अस्ति. अधुपदधातुः अस्ति इत्युक्ते इत्युक्ते गुण पुगन्तलघुपदस्य च इति कारणेन गुण भवति. कुत्र अत उपधायाः अत् उपधा अस्ति चेत् पुगन्तलघुपदस्य च भवति वा न इगन्त अस्ति चेत् एव पुगन्तलघुपदस्य च इगन्त अस्ति नास्ति न लघु इग् लघु इग् इगुपदः अस्ति चेत् एव पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. अत्र तु अधुपदः अस्ति इत्युक्ते वृद्धि उपधायाः एकनिमिष अत उपधायाः इति सूत्रं क्षम्यतां भगिनि. हा अत उपधायाः इति सूत्रेण वृद्धि भवति इत्युक्ते पाठ भवति पाठ. तदनन्तरं णुवुल् आर्धधातुकप्रत्यया अपि च युवोरणाकौ इति सूत्रेण अक् आयाति वकार वु अस्ति चेत् अक् आयाति. तदनन्तरं पाठयोगः अक् भवति अक् भवति. समीचीनं भगिनि. हा समीचीनं पाठयोगः अक् योजयतु पाठ हा तत् पाठ पाठक इति प्रातिपदिकं भवति पाठकः अपि च पाठिका वा पाठिका समीचीनं धन्यवादः. इति अस्ति इति नूल् प्रत्ययस्य विषयः समाप्तः. ल्युट् प्रत्ययः अपि समानरीत्या भवति इति कृत्वा झटिति कुर्मः. इदानीं ल्युट् प्रत्ययः इदानीं नी दातुं स्वीकृत्य अत्र रामनाथन् महोदय अस्ति वा नास्ति तर्हि उमा भगिनी वदतु. प्रत्येकः भगिनी ल्युट् योगः चेत् अत्र लकार नियोगः ल्युट् टकारः हलन्त्यम् इति सूत्रेण गच्छति. देन् लकारः केन सूत्रेण गच्छति लशक्वतर्भिते इति सूत्रेण इति भवति लोपः अपि भवति यु नियोगः यु इति अस्ति. ओके तदनन्तरं पुनः यथा पूर्वम् ओके नियोगः यु अस्ति युवोरनाकौ अत्र आगच्छति इति युवोरनाकौ इत्यनेन किं भवति इति सूत्रेण अक आगच्छति अक नास्ति आगच्छति सो नी योगः अन अत्र नी बिकम्स् इकारः अन इति प्रत्ययः युट् इति प्रत्ययः कीदृशः अस्ति चित् नित्वा इत् नित्वा इत् नित् भिन्नः वा किञ्चिदपि नास्ति न तस्मात् अत्र नी वृद्धि सारि गुण सम्भवति नी ने बिकम्स् नी बिकम्स् ने नी प्लस् नी योगः अन ने ने प्लस् अ अनयोगः अन अन सो ने नेयन एकारः अस्ति अनन्तरम् अच् अस्ति चेत् किं भवति एचोयावयः एकारस्य स्थाने एकारस्य अय आगच्छति सो नेयन नै योगः अन नै योगः अन नयन कथं नै आगच्छति वृद्धिः ने ने इति तत्र गुणः भूत्वा ने योगः अन एकारस्य स्थाने ऐ आदेशः भवति तर्हि नै योगः अन अत्र किं करोतु इति चेत् एकं कागदं स्वीकरोतु लिखतु लिखतु चेत् Yeah, I'm having notebook in front of me also, I'm writing down, but I'm not able to make out. Ne plus R, okay. So Ayavaham is Ne becomes Na. Ekarasya sthane, it is called Katam Likatu iti chet, Katamam Ni Yogaha Ana. Ni Yogaha Ana, Tatra Ni Ityatra Ikarasya Ekaraha, Ataha Ne Yogaha Ana. तदनन्तरं केवलं नकारः अनन्तरं केवलम् एकारस्य स्थाने अयादेशः अतः नकारः योगः ऐ योगः अन न नकारः योगः ऐ नै न ऐ नै योगः अन नयन उदं वा अस्तु ततः लिखतु अस्तु अग्रिममस्ति अस्तु समीचीनं नास्ति चिन्ता सम्यक् अरुणा भगिनी अग्रे प्रश्न अस्ति भगिनी सार्वधातुकार्धधातुकयोः अज्ञानं किं सार्वधातुकार्धधातुकयोः इत्यनेन गुणः यतोहि ल्युट् इति प्रत्ययः कित् कित् कित् नास्ति इत् णित् नास्ति अतः तृतीयस्तरे अस्ति कित् इत् णित् गित् भिन्नः पित्तिव अस्ति सत्यम् अरुणा भगिनी अग्रे भगिनी तथा ल्युट् लकारेण लकार सूत्रेण युकस्थाने न अस्ति हि योगः न अनस्ति यः इति अत्यन्त धातुः गुण स्वर्गातुकार्धधातुकयोः गुणदातुः इगन्तः समीचीनं चीततः आदधातृ स्वारदातृक आदधातृकयो सूत्रेण छे योगः अन अचोयायवः सूत्रेण ऐ आगच्छति चयन् इति रूपं निष्पन्न चय तर्हि तत्र कस्मिन् लिङ्गे भवति रूपं नपुंसकलिङ्गे भवति सर्वाणि ल्युट् रूपाणि नपुंसकलिङ्गे भवन्ति पुल्लिङ्गे स्त्रीलिङ्गे नास्ति चयनं नयनं गमनं यत्किमपि भवतु नपुंसकलिङ्गे अस्ति अस्तु बहु समीचीनं भगिनि चयनम् इति रूपम् अस्तु अग्रे दा इति धातुः तत्र ललिता भगिनी कर्तुमिच्छति वा अस्ति वा ललिता भगिनी भगिनि नीतिः इति सर्वदा स्त्रीलिङ्गं वा हा अग्रे पश्यामः भवती अग्रे गच्छति इदानीं तत्र तर्हि अत्र विजयलक्ष्मीभगिनी वदतु अग्रे भगिनि किं ललिता भगिनी अस्ति वा? लल् हा अस्ति भगिनि, वदतु तर्हि ललिता भगिनी. क्षम्यतां विजयलक्ष्मी, ललिता भगिनी वदतु. दायोः ल्युट् ल्युट् नित् नित् कित् नित् नित् नित् भिन्नः गुणं सम्भवति. दा बिकम् नो इगन्तं नास्ति खलु, इगन्तं नास्ति, इगन्तं नास्ति, इगन्तं नास्ति. डा योगः अन युवार् अनाकौ ओर् अनाकौ इति सूत्रेण ल्युट् स्थाने अन आगमः भवति, डा आदेशः भवति. डा योगः अन दा दान दानं दानं दानं दा योगः न, तत्र अकः सवर्णे दीर्घः, तत्र स्वरसन्धिः भवति, सवर्णदीर्घसन्धिः, सवर्णदीर्घसन्धिः भवति. दानम् इति रूपं भवति, दान इति प्रातिपदिकं, सुबुत्पत्तिः दानम् इति रूपम्. अस्तु, समीचीनम्. अस्तु, अग्रे विजयलक्ष्मी, न श्रूयते भगिनि, कस्य विमला भगिनी न श्रूयते, भवती हेड्सेट् धारयतु, किमपि न श्रूयते. अत्र सर्वे कृपया वर्गे हेड्सेट् धृत्वा एव आगच्छन्तु. एकक्षणम् विमला भगिनी वदतु. Headset, I'm looking for the headset. Sorry, I'll ask you later. इदानीं श्रूयते, वदतु, इदानीं श्रूयते. किं कृतवती न जाने, परन्तु श्रूयते इदानीम्. अत्र भगिनी आतो युक् चिन्तोः इति सूत्रस्य प्रसक्तिः नास्ति किं? दा तु आ अस्ति. समीचीनं, भवती एव वदतु, तत्र सूत्रे निमित्तं किमस्ति आतो युक् चिन्तोः इत्यस्य? निति न. ओ अस्तु अस्तु अस्तु. ओ कृति अस्ति, परन्तु निति न, निति नास्ति. धन्यवादः. अपि च सर्वत्र ल्युट् प्रत्यये अन इति अजादिः अस्ति, अतः इडागमचिन्तनं नास्ति, वलादिः नास्ति इति कृत्वा इडागमचिन्तनं नास्ति. अस्तु, उमा भगिनी किम् अस्ति? अस्तु, सम्यक्. विजयलक्ष्मी भगिनी, अत्र ल्युट् इति प्रत्ययस्य अस्माकं विवक्षा अस्ति चेत् गै इति धातु आदेश उपदेशे अशिति इति सूत्रेण गा इति भवति. अनन्तरं गा योगः ल्युट्, अत्र ल्युट् आर्धधातुक कित् ङित् ङित् ङित् भिन्नः अस्ति, परन्तु गुणस्य तु अत्र प्रसक्तिः एव नास्ति, इक् नास्ति इति कृत्वा गा योगः अन अकस्तवर्णे दीर्घः इति गान, अनन्तरं गानम् इति रूपम्. सम्यक्, किमपि नास्ति, आदेश उपदेशे शिति इत्यनेन आत्वं गायोगः अन सन्धिः गानम् इति रूपम्. अस्तु, अग्रे रमा भगिनी करोतु, मा धातुः. हा, मा योगः अन अकसवर्णे दीर्घः मानम्. सत्यम्, किमपि अन्यत् किमपि नास्ति. अस्तु, वंशी भगिनी अग्रे, बुद्ध. आं भगिनि, बुद्ध योगः लुट् तत्र अन् इति आदेशः भवति, तत्र अन क्षम्यतां, बुद्ध योगः अन तत्र कित्नित् यत् नास्ति, अतः गुणः भवितुम् अर्हति, अतः बोध् इति भवति, बुद्धः बोध् इति भवति, बोध् लोकः अनबोधनम् इति भवति भगिनि. बोधनम् इति रूपमस्ति. समीचीनम्. सुमन् भगिनि लिक् लिख् योग ल्युट् तत्र ल्युट् स्थाने अन आदेश भवति. अपि च ल्युट् तत्र पुनः कित् नास्ति, नित् नास्ति, णित् अपि नास्ति, ण्यत् अपि नास्ति. अतः गुणः भवितुं शक्नोति. इदानीं लिक् तत्र उपधायां लघु इकार अस्ति, अतः गुण भवति. लेख् भवति, लेख् योग अन लेखनं भवति. समीचीनम्. अरविन्द् महोदय अग्रे. पट् योगः ल्युट्, ल्युट् स्थाने अन इति आदेशः भवति. ल्युट् इति प्रत्ययः कित् गित् नास्ति, नित् नित् नास्ति, कित् कित् कित् नित् भिन्नः इति कृत्वा कित्वत् गुणः भवति. किन्तु पट् धातु अतुपद अस्ति, किन्तु गुणस्य प्रसक्तिः नास्ति तत्र इति कृत्वा पठन् पठ योगः अन पठन् पठनम् इति रूपं सिद्ध्यति. समीचीनं. पठन इति प्रातिपदिकं, पठनम् इति नपुंसकलिङ्गे रूपं. सम्यक्. अस्तु, तर्हि इदानीम् अग्रे अस्ति त्वप्रत्ययः तवतु प्रत्ययः. अनयोः तत्र तप्रत्ययः तवतु प्रत्ययः, तप्रत्ययस्य स्वभावः कः इति अत्र गोमती भगिनी वदतु. आर्धधातुकप्रत्ययः अस्ति, कृत् अस्ति, कित् अस्ति, कित् अस्ति, अतः कारणेन गुणः गुणकार्यं निषेधः भवति. तदेव न हा, गुणकार्यस्य निषेधः भवति. अपि च तप्रत्ययः द्वितीयमस्ति, अर्धधातुकप्रत्ययः अस्ति चेत् हा इडागमचिन्तनमपि भवति, इडागमचिन्तनमपि करणीयं. कित् अस्ति, आर्थसाधिकस्य बलादेः तत् कार्यं कर्तुं शक्नोति, इडागमं भवितुम् अर्हति. कृत् प्रत्ययः अस्ति, नेट् वशीकृति वश्यपि नास्ति, सेट् प्रत्ययः अस्ति, इडागमं भवितुम् अर्हति. बहु सम्यक्. सेट् प्रत्ययः अस्ति, तप्रत्ययः सेट् प्रत्ययः अस्ति, सर्वदा स्मर्तव्यम् अस्माकं प्रक्रियायां. धातुः सेट् अस्ति चेत् तप्रत्ययः अपि सेट् भवति प्रायेण. प्रायेण इति वदामि यतोहि तत्र बहूनि अपवादसूत्राणि सन्ति. अस्तु, तव तु प्रत्ययः तस्य स्वभावः कथम्? तव तु प्रत्ययः अपि आर्धधातुकप्रत्ययः, कृत् प्रत्ययः, कित् प्रत्ययः, गुणनिषेधकप्रत्ययः, इडागम अनुकूलः. इडागम अनुकूलः, वशादिः नास्ति, वलादिः अस्ति. अस्तु, धातुः सेत् चेत् प्रत्ययः, प्रत्ययस्य अपि इदानुकूलता भवति. अस्तु, इदानीं नियोगः तृच् प्रत्ययेन कृतम्. तृच् प्रत्ययेन कृतं कुर्मः. तत्र तव तु तत्र युगलम् अस्ति इति कृत्वा स्वीकृतं, युगलमस्ति, अतः तव प्रत्ययस्य रूपं जानीमः चेत् तव तु प्रत्ययस्य रूपमपि प्रायेण जानीमः. तर्हि इदानीं नियोगः तप्रत्ययः, गोमति भगिनी वदतु. नियोगः नि इगन्तधातुः अस्ति, गुणवृद्धिकार्यं भवितुम् अर्हति नि इति कारणेन. नियोगः प्रत्ययः तत्र क लशको तथ्यते इति सूत्रेण इक् संज्ञा भूत्वा तस्य लोपः इति कारणे सूत्रेण लोपः भवति, त एव तिष्ठति. नियोगः त नि अपि एकाच् धातुः अस्ति, तत् अनिट् धातुः अस्ति, प्रत्ययः सेट् अस्ति, परन्तु धातुः अणिट्, अतः इडागमः न भवति अत्र. नियोगः ता, आर्धधातुकप्रत्ययः अस्ति, अतः तत्र गुणकार्यं न भवति. नीता इति एव रूपम्, नीत इति प्रातिपदिकं, नीतः, नीता, नीतम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. समीचीनं, धन्यवादः. अग्रे अत्र मीना भगिनी वदतु, तव तु प्रत्ययः अस्ति चेत् तव तु प्रत्ययः कित् कित् प्रत्ययः अस्ति, आर्धधातुकप्रत्ययः, तस्मात् किति कित् प्रत्ययः गुणनिषेधः अस्ति. धातु किं भगिनि, चि धातु वा नी धातु? अग्रिमधातुः नी धातुः एव, नी धातुः एव, नी धातुः एव. तु ऊकारः उपदेशः अजानुनासिक इति कारणेन ककारलशकृतत्वेन लोपः तवत् इति एव अवशिष्यते. नी योगः च नीत एव नास्ति, तवत् नीतवत् नीतवत् इति प्रातिपदिकं भवति. नीतवत् इति प्रातिपदिकं, रूपाणि नीतवान्, नीतवती, नपुंसकलिङ्गे नीतवत् एव. तर्हि नीतवत् इति प्रातिपदिकं, पुल्लिङ्गे नीतवान्, स्त्रीलिङ्गे नीतवती, नपुंसकलिङ्गे नीतवत्. हा, पुल्लिङ्गे नीतवान् अपि च रूपाणि तत्र प्रथमः इति रूपाणि, स्त्रीलिङ्गे नीतवती, नीतवत्यौ, नीतवत्यः, नपुंसकलिङ्गे नीतवत्, नीतवत् नीतवत् नीतवतौ, नीतवत् नीतवती, नीतवन्ति, अस्तु, समीचीनं. तर्हि सर्वे कृपया गृहपाठरूपेण कुर्वन्तु, लिखित्वा आगच्छन्तु, तदानीमेव शीघ्रं गन्तुं शक्नुमः, नो चेत् तत्र अत्रैव वयं स्थगयामः. लिखित्वा तत्र चिन्तयित्वा आगच्छन्तु सर्व, भवतां पुरतः तत्र सूत्राणि सन्ति, अपि च कथमस्ति प्रक्रिया इति अपि वयं जानीमः. आर्धधातुकप्रक्रिया कीदृशचिन्तनं तत्र चिन्तनं कृत्वा आगच्छन्ति चेदपि लाभाय भवति. अस्तु, तर्हि अत्र स्थगयामः. अनियर् प्रत्ययः ल्युट् प्रत्ययः इव अस्ति, अनियर् प्रत्ययः ल्युट् प्रत्ययः इव अस्ति, अतः तस्य रूपाणि समानानि एव भवन्ति, अतः ल्युट् प्रत्ययस्य यथा आसीत् तथैव अनियर् इत्यत्र, अतः लिखित्वा आगच्छन्तु. अनियर् अनियर् अनियर् अपि ल्युट् इव अस्ति, अजादिः अस्ति, अतः अन इत्यत्र ल्युट् इत्यत्र यथा आसीत् तथैव अनियर् इत्यत्र अपि, अतः लिखित्वा आगच्छन्तु इति उक्तवती. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्ते. धन्यवादः.